नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे तव्य तुमुन्त्रिच् इति पाठः अनुवर्तते। गतपाठे वयं पञ्च उपाङ्गानि इति आरभ्य दृष्टवन्तः। प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वम्, अभ्यासकार्यम्। परन्तु इदानीं तव्य तुमुन्त्रिच् इत्यत्र पञ्च उपाङ्गेषु धात्वादेशः, इडागमः, अतिदेशः एव अस्ति। येषु वयं धात्वादेशः प्रथमं दृष्टवन्तः, परिचितानि एव। केवलम् एकवारं वदामि, अस्तेर्भूः इति सूत्रं परिचितमेव, येन अस् धातोः भू इति आदेशः, भवितव्यं, भवितुं, भविता इति रूपं, भ्रूहि भ्रुवो वचि इति सूत्रं, वक्तव्यं, वक्तुं, वक्ता इति भवति, चक्षिङ्क्याय् इति सूत्रेण ख्यातव्यं, क्षातव्यं, तत्र रूपद्वयं, ख्यातुं, क्षातुं, ख्याता, क्षाता इति भवति। अनन्तरम् अज् धातुः, अजेर् अजेर्व्यधैपोः इति सूत्रं, वेतव्यं, वेतुं, वेता इति भवति रूपाणि। अनन्तरं बलादि आर्धधातुके वेष्यते इति एकं वार्तिकमस्ति, अनेन अत्र रूपद्वयम् इत्युक्ते यत्र बलादिः आर्धधातुकप्रत्ययः परः अस्ति चेत् अयं धात्वादेशः विकल्पेन भवति। अतः प्रवेतव्यं, प्राजितव्यं, प्रवेतुं, प्राजितुं, प्रवेता, प्राजिता इति रूपद्वयं तत्र भवति। एतत्तु अज् धातोः विषये। ध्यै इति एजन्तधातुः अस्ति, तत्र अस्माकं परिचितसूत्रमेव, आदेश उपदेशेशिति इत्यनेन ध्यातव्यं, ध्यातुं, ध्याता इति रूपं, व्ययि धातो। समानरीत्या एजन्तदातवः ग्लै अस्ति चेत् ग्लातव्यं, ग्लातुं, ग्लाता इत्येव भवति। अनन्तरं तत्र ब्रश्च इति धातुः, तत्र एव विशिष्टसूत्रं परिचितम् एव एतदपि, व्रश्चो रोरुपदयोः रम् अन्यतरस्याम् इति सूत्रम्। अत्र अनेन तत्र भ्रष्टव्यं, भ्रष्टव्यम् इति रूपद्वयं तत्रैव विकल्पेन, रेपस्य, भ्रष्जातोः रेपस्य उपधावर्णस्य स्थाने विकल्पेन रम् आगमः भवति आर्धधातुकप्रत्यये परे इति सूत्रेण सूत्रे उक्तमासीत्। अनन्तरं मी मी दीङ् मीनाति, मिनोति, दीङ्गां, ल्यपि च इति सूत्रेण प्रमातव्यं, तत्र आत्वं भवति, अतः प्रमातव्यं, प्रमातुं, प्रमाता। मिङ् धातुः मातव्यं, मातुं, माता। दीङ् धातुः उपदातव्यम्, उपदातुम्, उपदाता इति रूपं भवति। अनन्तरं ली धातुः विभाषा लीयते इति सूत्रेण विलातव्यं, विलातुं, विलाता। अवे विलेतव्यं, विलेतुं, विलेता। गुहू संवरणे इति धातुः अग्रिमम्, उदुपदायाः गोहः इति सूत्रेण तत्र उपदागुणादेशं प्रबाद्य ऊत् इति आदेशः भवति अजादिप्रत्यये परे। तत्र लटीरूपं तु गूहति इति भवति, आर्धधातुकप्रसङ्गे गूः धातुः वेट्, अतः एव अजादिप्रत्यये परे तत्र किं भवति आदेशः, ऊत् आदेशः भवति। अतः गूहितव्यं, गूहितुं, गूहिता इति भवति। यत्र अजादिप्रत्ययः नास्ति, धातुः वेट् अस्ति गूः धातुः, अतः यत्र अजादिप्रत्ययः नास्ति तत्र गोढव्यं, गोढुं, गोडा इति भवति। अनन्तरं चिकीर्ष इति सनन्तधातुः, तत्र अतोलोपः इति सूत्रेण चिकीर्षितव्यं, चिकीर्षितुं, चिकीर्षिता, तत्र एव प्रश्नः आसीत्। तत्र अनुवृत्तिसहितसूत्रे अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति उक्तम्। चिकीर्ष इति सनन्तधातुः तत्तु उपदेश अवस्थायां नास्ति खलु, कथं वा अतोलोपः इत्यस्य कार्यम् इति तत्र उत्तरम् आसीत्। एतद् उपदेश इति प्रत्ययस्य विषये, न तु धातोः विषये। अनुवृत्तौ उपदेशे इति यदि न भविष्यत् तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टं रूपं न प्राप्स्यत् इति अस्ति. सामान्यतया वयम् उपदेशे इत्युक्ते धातोः विषये एव स्वीकुर्मः, परन्तु अस्मिन् स्थले आर्धधातुकप्रत्यये प्रत्ययस्य उपदेशावस्थायाम् इति उक्तम्. प्रायः अहं स्मरामि कुत्रचित् अन्यत्रापि वयम् अस्य विषये चर्चितवन्तः इति. कुत्र इति न इदानीं कुत्र इति न स्मरामि, प्रायः निजन्तपाठे वा कुत्रचित् अन्यत्र एतद् आगतम्. उपदेशे इति अतोलोपः इत्यस्य प्रसङ्गः प्रसक्तिः कथम् इति तदेव अत्र. अनन्तरं बेबिभ्य इति आतिदेशिकधातुः, तत्र यस्य हलः इति सूत्रं, हल् उत्तरशब्दलोपो भवति आर्धधातुक, य शब्दस्य लोपः भवति आर्धधातुकप्रत्यये परे. अतः बेबिदितव्यं, बेबिदितुं, बेबिदिता इति रूपं भवति बेबिध्य इति धातोः. अनन्तरं समित्य इति आतिदेशिकधातुः, तत्र क्यस्य विभाषा इति सूत्रम्. अतः भिन्नभिन्नसूत्रेण कार्याणि भवन्ति. क्यस्य विभाषा इत्यनेन हलः परयोः क्यच् क्यङ् प्रत्ययोः लोपः स्याद् आर्धधातुके. अतः समिदितव्यं, समिदितव्यम् इति तत्र यत्र क्यच् क्यङ् इति प्रत्ययस्य लोपः भवति, अथवा विकल्पेन खलु. अतः समिदितुं, समिध्यतुं, समिदिता, समिद्धिता इति रूपं भवति. अनन्तरम् अग्रिमम् आसीत् कृप् धातुः, कृपे कृपश्च अवकल्कने इति धातुः. तत्र कृपोरोलः परिचितमेव. तत्र प्रथमं पुगन्तलघुपदस्य गुणः कृपोरोलः इत्यनेन कल्प् कल्प्तव्यं, कल्पितव्यं, कल्प्तुं, कल्पितुं, कल्प्ता, कल्पिता इति रूपं भवति कृपोरोलः इति सूत्रेण. अनन्तरं इडागमविषये अपि दृष्टवन्तः. तत्र इडागमः इत्यनेन तत्र धातुः अपि सेट् प्रत्ययः अपि इडाक् अनुकूलः चेत् इडागमः भवति. एतत्तु वयं गतपाठे अथवा पूर्वतनपाठे दृष्टवन्तः. अतः लिक् धातुः तव्यत् आर्धधातुकस्य इड् बलादेः नेड् वशीकृति इत्यनेन इडागमः. लिक् योगः इतव्यम्, लेखितव्यं, लेखितुं, लेखितृ, लेखिता इति एक प्रथम एकवचनं. धातुः अनिट् चेत् तत्र इडागमरहितप्रत्ययः प्रयोक्तव्यः. नेतव्यं, नेतुं, नेतृ इति रूपाणि. तत्र सामान्यम् एतद्. विशेषः कः इत्युक्ते तीश सह लुभ ऋष ऋषः इति सूत्रेण वा इडागमः भवति. अतः एष्टव्यम्, एषितव्यम्, इष् धातुः, एष्टुम्, एषितुम्, एष्ट, एषित, ती सह, ती इष खलु, इष सह, सह सोढव्यं, सहितव्यं, सोढुं, सहितुं, सोडा, सहिता, लुब्, ऋष, ऋष, समानरीत्या अन्येषामपि रूपाणि भवन्ति इति सूत्रं. तत् दिवादिगणस्य इष् धातुः सख् लब् ऋषु ऋष पञ्चभ्यः धातुभ्यः तकारादि आर्धधातुकप्रत्यये विकल्पेन इडागम अनुकूलः इति. अतिदेशः इति आरभ्य एव गतपाठे पठितवन्तः, तस्मात् एव अद्यापि आरम्भं कुर्मः. तत्र गाङ्कुटादिभ्यों नित् णित् विजयिट् विभाषार्णोः इति सूत्रत्रयं. महोदय, भवान् एव आरम्भं करोति वा? कुतः महोदय? तत्र अतिदेशः तृतीयबिन्दुः, अतिदेशः. श्रूयते खलु सम्यक्? आम् आम्, सम्यक् श्रूयते. एकनिमिष. अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नः भवति. अनेन नूतनलक्षणम् अध्यारोप्यते. अष्टाध्याय्यां प्रथमाध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि. विरलतया अन्यत्रापि प्राप्यते. येभिः सूत्रैः त्रयाणां गुणानाम् अध्याह नित्वं, कित्त्वम्, अकित्त्वं च. प्रथमपा अध्यायस्य द्वितीयपादस्य प्रथम सूत्रात् आरभ्य द्वितीयपादस्य षड्विंशतितमसूत्रपर्यन्तम् अतिदेशप्रकरणं 1-2, 1-2, 1-2, 26 तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि तत्र पञ्चमसूत्रात् इत्यस्मात् आरभ्य विशिष्टसूत्राणि अस्तु 1-2-1 इति 1-2-1, 1-2-5 सामान्यसूत्राणि 1-2-4, 1-2-5 आरभ्य 26 पर्यन्तं विशिष्टसूत्राणि इमानि च सर्वाणि अर्धातकप्रक्रियायाम् एव अतिदेशात् अर्धातकप्रक्रियायाम् एव अस्ति तत्र द्वितीयपादस्य प्रथमसूत्रात् आरभ्य षड्विंशतितमसूत्रपर्यन्तम् अस्ति तत्र चत्वारि सूत्राणि सामान्यसूत्राणि अनन्तरं तत्र पञ्च तत्र विंशति एकविंशतिसूत्राणि तत्र विंशति वा एकविंशतिसूत्राणि तथा विशिष्टसूत्राणि सार्धातुकप्रक्रियायामेव अस्ति अस्तु सार्धातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रमस्ति सार्धातुकम् अपित् इति तत्र 1-2-4 इदञ्च सामान्यम् अतिदेशसूत्रम् अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्राणि आर्धातुकप्रक्रियायां भवन्ति एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपित् इति सूत्रमेव आसीत् तदा आर्धातुकप्रक्रियायां यत्र इडागमः न भवति प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग यङन्तः यङ्लुङन्ताः इत्येते सर्वे अनिडादयः येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि अस्तु गतपाठात् लुट्लकारस्य आरभ्य अतिदेशचिन्तनम् अपेक्षितम् अस्ति अस्तु तत्र अतिदेशसूत्राणि तत्र अर्धातुकप्रक्रिया यत्र इडागमः न भवति तत्र प्रसङ्गः नास्ति अनिडादयः इति कृत्वा अद्य सूत्राणि न प्रसक्तानि परन्तु यत्र इडागमः अस्ति तत्र अर्धातुकप्रकरणे तत्र एव अतिदेशसूत्राणि सन्ति इति अस्ति यथोक्तम् अर्धातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि तानि च गाङ्गुडादिभ्यो नित् नित् इति गाङ्ग् अपि च गाङ्गादेशः यत्र भवति अथवा कुटादिगणीयधातुभ्यः नित् अनित् अनित् नित् अनित् इति तत्र नित्वत् भवति इति अस्ति द्वितीय अस्ति विज ईट् इति विज ईट् विभाषा विभाषोर्णोः इति तत्र 1-2 तत्र प्रथमसूत्र आरभ्य प्रथमद्वितीयतृतीयसूत्रपर्यन्तं त्रीणि सूत्राणि इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति येषां त्रयाणाम् अपि कार्यं भवति तव्यत् तुमुन् स्विच् इति प्रत्ययेषु पदेषु ततः अग्रे अन्यानि विशिष्टसूत्राणि नापेक्षितानि अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य यत्र यत्र आर्धातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिर्भवति अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुम् अवलम्ब्य प्रत्ययम् अवलम्ब्य एव तत्र सामान्यसूत्राणि न तु धातु अवलम्ब्य इति अस्ति तत्र प्रथमसूत्रं वयं परिचितसूत्रमस्ति गाङ्कुटादिभ्यो अनित् अनित् णित्वत् भवति इड् इङ् धातोः स्थाने यः गाङ् धातुः तस्माच्च कुटादिगणी तस्माच्च कुटादिगणीयेभ्यः धातुभ्यः नित् णित् भिन्नप्रत्ययः णित्वत् भवति कुटादिगणे तत्र पञ्चत्रिंशत् धातवः सन्ति सर्वे धातवः सुदादिगणे सन्ति कुट् आदिर्येषां ते कुटादयः बहुव्रीहिः गाञ्च कुटादयश्च ते गाङ्कुटादयः तेभ्यः कुटादिभ्यः ज्ञाच ज्ञाच तयोः इतरेतर द्वन्द्वः ज्ञौ इति णौ इतौ यस्य स इति नित् बहुव्रीहि न नित् अनित् द्वन्द्वगर्भबहुव्रीः सूत्रस्वयं सम्पूर्णं गाङ्कुटादिभ्यः अनित् नित् इति तत्र कुटादिगणे तत्र कुडादिगणे धातुः पञ्च त्रिंशत् धातवः सन्ति अपि च गाङ् आदेशः भवति इङ् धातोः गाङ् आदेशः भवति तत्र तेषां तत्र मित्वत् भवति इति यदि गुणस्य प्रसङ्गे अस्ति चेत् तत्र गुणः न भवति नित् अपि च नित् प्रसङ्गे वृद्धिः भवति परन्तु अन्यत्र नित्वत् भवति इति अस्ति प्रश्नः उत्थापितः खलु प्रायः अग्रे अरुणा भगिनी पठेत् महोदय सम्यक् तदेव खलु नित् नित् भिन्नप्रत्यये नित्वत् भवति इति नित् न भवेत् नित् न भवेत् तद् नित्वत् भवति वृद्धि अथवा सत्यम् उपादायकारस्य वृद्धिः भवति सत्यं सत्यम् आम् आम् तद् तस्यैव काले सूत्रद्वयमस्ति खलु सत्यम् आम् तदेव अस्ति अग्रे अपि अस्ति समीचीनं महोदय धन्यवादः अरुणा भगिनी पठति वा प्रश्नः उत्थापितः यत् आं भगिनी समितमिलिम्बति प्रश्न उत्पत्तिः यत् जालस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे चतुर्विंशति धातवः सन्ति चत्वारिंशत् धातवः सन्ति कुत्रचिच्च षट्चत्वारिशतं धातवः तर्हि कति धातवः अस्मिन् अन्तर्गणे सन्ति वस्तुभावे पाणिने पाणिनेः धातुपाठे च सिद्धान्तकौमुद्यां च षट्त्रिंशत् धातवः सन्ति कुटादिगणे मातुभिः परिशीलितं च दृष्टं यत् येषु षट्त्रिंशत्सु धातुषु एकः अस्ति खड् धातुः या अदुपदा धातुः अदुपदः अस्ति चेत् कुटादिगणे स्थापनेन को लाभः एक एव प्रयोजनं वर्तते गुणनिषेधः किन्तु अदुपदः धातुः अस्ति चेत् गुणस्य सम्भावना एव नास्ति गुणस्य असम्भावात् गुणनिषेधस्य आनवश्यकत्वात् च माता इमं दातुं कुटादिगणात् निष्कासितवती अनेन मातुः धातुपाठे कुटादिगणे पञ्चत्रिंशत् धातवः सन्ति अत्र प्रश्न उदेति कुटादिगणे के धातवः अस्ति इति अत्र चतुर्विंशति धातवः सन्ति परन्तु किमपि कुत्रचित् षट् चतुर्विंशति धातवः अस्ति इति प्रश्नः उदेति तर्हि अन्यप्रश्नः अस्ति कति धातवः अस्मिन् अन्तर्गणे सन्ति इति धातुपाठे पाणिनि धातुपाठे सिद्धान्तकौमुद्यां वदति षट्त्रिंशत्तमं धातवः सन्ति इति कुटादिगणे मातुभिः वदति केवलं पञ्चत्रिंशत् धातवः इति केनचित् इति अद उपदा धातुः खड् धातुः अत्र कुटादिगणे स्थापितं किमर्थमिति चेत् प्रयोजनं किम् इति चेत् गुणनिषेधः परन्तु वयं जानीमः अदुपदा अस्ति चेत् गुणसामान्यसम्भावना न भवति अतः गुणस्य असम्भवात् गुणनिषेधस्य अनावश्यकत्वात् माता एवं दातुं कुटादिगणात् निष्कासितवती किमर्थं केवलम् एकधातु एव सत्यम् एकः धातु कड् इति अस्ति खलु तद् निष्कासितवती कुटादिगणे कुटादिगणे सिद्धान्तकौमुदी अनुसारेण अथवा धातुपाठानुसारेण षड् त्रिंशत् दातवः, षट्त्रिंशत्सु एकः धातुः खड् तद् अधुपदधातुः, तद् निष्कासितवती. किमत्र धातुकुटादिगणे चतुर्विंशति धातवः इति दत्तं भगिनि, न अवगतं. यत् जलस्थानेषु कुत्रचित् दत्तं यत् कुटादिगणे 40 धातवः सन्ति. अत्र अष्टाध्यायी डाट् काम् मध्ये कुटादिगणे चत्वारिंशत् धातवः सन्ति, कुत्रचित् अन्यत्र षड् चत्वारिंशत् इति दत्तमस्ति. अतः कति धातवः अस्ति वस्तुतस्तु तत्र कति धातवः इति प्रश्नः आगतं, तस्य उत्तरत्वेन उक्तं तत्र यद् एकः धातुः मातु मातृभिः निष्कासितम् इति, तत्र किमपि लाभः नास्ति इति निष्कासितवती. अतः इदानीं तत्र कुटादिगणे पञ्चत्रिंशत्, तद् कौण्ट् सम्यक् नास्ति, पञ्चत्रिंशत् धातवः सन्ति इति उक्तम्. अत्र षड् त्रिंशत् क्षम्यतां षड् त्रिंशत् त्रिंशत् खलु, षड् त्रिंशत् अस्ति, समीचीनं समीचीनमेव, सम्यक् षड् त्रिंशत् खलु, समीचीनमेव. आम् एकं निष्कासितम् अतः 35 एव अस्ति, 36 आसीत् एकं निष्कासितम् अतः 35. आं भगिनि अग्रे अपि पठति वा भगिनि. तव्यत् तुमुन् तृच् इत्येते त्रयः अपि प्रत्ययाः नित् नित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे निद्वत् भवन्ति, ततः सर्वत्र किन्निति च इति सूत्रेण गुणनिषेधः भवति. एतदेव गाङ्कुटादिभ्यो निणि नृत् इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्न उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्यो केवलम् आर्धधातुकप्रक्रियायां, किमर्थं न सार्वधातुकप्रक्रियाम् अस्य कार्यं स्यात्? अस्य उत्तरमिदं यत् कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव, नाम सर्वे कुटादिगणीयाः धातवः तुदादिगणे एव इति, तुदादिगणे विकरणप्रत्य श इत्यस्य च श प्रत्ययस्य अपित्वात् सर्वत्र तुदादिगणे धातोः गुणनिषेधः. गाङ्कुटादिभ्यो निणि लित् इति सूत्रस्य कार्यं तु गुणनिषेधः एव. यः सार्वधातुकप्रक्रियां तुदादिगणे सार्वधातुकम् अपि तेन साधितः, अतः सार्वधातुकप्रक्रियां तुदादिगणे गाङ्कुटादिभ्यो निणि लित् इति सूत्रं निष्प्रयोजनम्. अपि च यत् अग्रे उच्यते गाङ् धातुः सार्वधातुकप्रक्रियायां न भवति, यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति, न स च धातुदेशः लिटि लुङि लृङ्गिः, नाम केवलम् आर्धधातुकप्रक्रियायां. तव्यत् तुमुन् तृष्ट् ते त्रयाः प्रत्ययाः नित् भिन्नाः. अत्र गाङ्कुटादिभ्यः सूत्रे अपि इत्यतः गाङ्कुटादिभ्यः धातुभ्यः इति सर्वे निद्वत्तं भवति सर्वत्र किन्निति च सूत्रेण गुणनिषे, वयं जानीमः गुण प्रथमं नित् भवति निद्वत् भवति तदनन्तरं किन्निति च सूत्रेण गुणनिषेधः भवति. प्रयोजनं गाङ्कुटादिभ्यो निणि नित् नित् इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्न उदेति किमर्थम् उच्यते तत् गाङ्कुटादिभ्यो निणि नित् केवलम् आर्धधातुकप्रक्रियायां, किमर्थं न सारोजातप्रक्रियाम् उत्तरमस्ति कुटादिगणे कुटादिगणः तुदादिगणे कश्चन अन्तर्गणधातवः एव तत् वयं जानीमः तुदादिगणे विकरणप्रत्ययः शः तत् सा प्रत्यय अपित्वात् सर्वत्र द्युतादिगणे धातोः गुणनिषेधः भवति गाङ्कुटादिभ्यो निणिनिति सूत्रमपि गुणनिषेधः एव कार्यमस्ति परन्तु सर्वधातुक अपि सार्वधातुकप्रक्रियायां गाङ्कुटादिभ्यो निणिनि सूत्रस्य अवकाशं नास्ति किमर्थं चेत् तुदादिगणे निकरणप्रत्ययश इति अपित् अस्ति ततः सार्वधातुकम् अपित् इति गुणनिषेधः भवति गुणनिषेधः भवति अपि च अग्रे उच्यते गाङ् धातु सार्वधातुकप्रत्ययायां न भवति कारणमस्ति गाङ् इङ् धातोः स्थाने एव भवति गाङ् इति इङ् धातोः न अतिदेशः भवति अतः इङ् धातु अत्रापि लिङ् लुङ्गि लुङ्गि एव गाङ् आदेशः भवति इङ् धातुतः अतः तद् तदपि आर्धधातुकप्रक्रिया एव अतः गङ्कुटादिभ्यो केवलम् आदुत धातुकप्रक्रियां गुणनिषेधार्थं लिखितम् सम्यक् तदेव तत्र सार्वधातुकम् अपित् इति सार्वधातुकप्रक्रिया कृते अस्ति एतत्तु केवलम् आर्धधातुकप्रक्रियायाः कृते सम्यक् भगिनी धन्यवादः धन्यवादः भगिनी निति च इति परिचितमेव अतः अग्रे सरामः विजया भगिनी व्यचेः कुटातित्वं मनसि इति वक्तव्यम् व्यचेः नीति च इति सूत्रमस्ति खलु तस्मात् अनन्तरं प्रेरणार्थिनिच् न न व्यचे करपत्रं किम् उद्घाटितवती भवती सव्यत्तु मुञ्चित्येव खलु 18 अस्तु अस्तु उषा भगिनी पठति वा व्यचेः पुटादित्वं मनसि इति वक्तव्यम् आं भगिनि व्यचेः कुटादित्वं अनसि इति वक्तव्यं व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् इति वार्तिकेन व्यच् धातोः कुटादित्वं कृत् प्रत्ययेषु परेषु एव अतः लुट् लकारे तस्य प्रसक्तिः नास्ति किन्तु तव्यत् तुमुन् तृच् इति त्रिषु कृत्वं कृत्सु प्रत्ययेषु इदं कार्यं भवति प्रत्ययः ङित्वत् अस्ति व्यच् इति प्रकृतौ सम्प्रसारणं भवति व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् इति वार्तिकेन व्यच् धातोः कुटादित्वं कृत्प्रत्ययेषु परेषु एव ओके कृत्प्रत्ययेषु परेषु एव अपि च तव्यतुमुन् तृच् त्रयोः अपि त्रिषु अपि कृत्प्रत्ययः इत्यनेन कार्यं भवति सो कुटादि व्यचेः व्यच् इति धातु खलु प्रत्ययः ङित्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति अस्तु व्यच् योगः तव्यत् यकारः यकारस्य सम्प्रसारणं वट् दट् सूत्र भगिनी वकार यकार द्वयोः सम्प्रसारणे सम्प्रसारणे संथिङ्ग् लैक् देट् खलु तथा एव वकारस्य सम्प्रसारणं नास्ति यकारस्य सम्प्रसारणम् सम्यक् यकारस्य सम्प्रसारणं सो इकारः भवति विचि विच् इडागमः विचि इति विचि तव्यं विचितव्यम् इति धातु इति भवति विचितव्यं व्यच् योगः तुमुन् विचितुं सम्प्रसारणम् अपि च इडागम व्यच् योगः तृच् विचिता प्रथमा विभक्ति एकवचनम् अस्तु अस्मात्र इडागमः न भवति खलु भवति वा कुटादिगणकुटादित्वं कृत् प्रत्ययेषु परेषु तद् अनिट् आवल्यां तु नासीत् नासीत् खलु व्यच् चकारान्तधातु चकारान्तधातु हलादि प्रायेण सेट् एव सेट् एव सत्यं सत् सेट् एव अस्माभिः दृष्टं लुट्लकारे यत् लकारप्रसङ्गे यतोहि तिङ्प्रत्ययाः भवन्ति न तु कृत् प्रत्ययः अतः वार्तिकस्य अन्तर्गते न सन्ति तदर्थं मित्वत्वं न भवति फलतः सम्प्रसारणं न भवति फलतः सम्प्रसारणं न भवति ओके अस्माभिः लुट्लकारे लुट्लकारे लकारप्रसङ्गे तिङ्प्रत्ययाः भवन्ति न तु कृत् प्रत्ययाः तिङ्प्रत्ययाः एव परन्तु वार्तिकेन व्यच् धातोः कृत् प्रत्ययेषु एव इति अस्ति फलतः सम्प्रसारणं न भवति कृत् प्रत्ययः परः अस्ति चेदेव सम्प्रसारणं भवति कृत् प्रत्ययेषु एव कुटादित्वं भवति इति व्यच् योगः तव्यत् अथवा तुमुन् अथवा तृच् त्रिषु अपि कृत्सु प्रत्ययः सो वयं सम्प्रसारणं दृष्टवन्तः अत्र परन्तु लुट्लकारे नास्ति तिङ्प्रत्ययः इत्यनेन कृत् नास्ति इत्यनेन व्यच् योगः ईतव्य व्यचितव्यमेव सम्प्रसारणं नास्ति प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्क् यङन्ताः यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्यो इत्यस्य कार्यं किमर्थं न जातं णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति अपरेषु स्थलेषु कित्वात् ङित्वाच्च गुणनिषेधत्वात् गाङ्कुटादिभ्यो ऐङ् निन् णित् इति ऐ केण्ट् रीड् दट् सूत्रम् इत्यस्य किमपि यक् कित् परस्मैपदे आशीर्लिङ्ग् किदाशिषि इत्यनेन आशिषि लिङ्गः यासुट् कित् यङ् च ङित् प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङन्ताः यङ्लुगन्ताः च इत्येते अनिडादिषु यक् आल् दीस् आर् लैक् बलादि नास्ति अनिडादिषु इडागमः नास्ति गाङ्कुटादिभ्यो णित् इत्यस्य कार्यं किमर्थं न जातम् णिच् णित् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति इत्यनेन अपरेषु स्थलेषु कित्वात् ङित्वात् च गुणनिषेधत्वात् गुणनिषेधत्वात् ओ गाङ्कुटादिभ्यो दत्त गुणनिषेध एव तत् सूत्रस्य कार्यं गुणनिषेधत्वात् इत्यस्य किमपि फलं नास्ति अपरेषु स्थलेषु कित्वात् ङित्वात् अपरेषु स्थलेषु अत्र कर्मणि भावे यक् आशीर्लिङ्ग् परस्मैपदे इन् दोस् थिङ्ग्स् अपरेषु स्थलेषु कित्वात् ङित्वात् यक् यक् कित् आशीर्लिङ्ग् ङित् गुणे यङ् लुगन्त अपि ङित्वत् सो गुणनिषेध आल्रेडि अस्ति गाङ् कुटादिभ्यो इत्यस्य किमपि फलं नास्ति यक् यक् कित् परस्मैपते आशीर्लिङ्ग् किदासिषि यक् कित् परस्मैपते आशीर्लिङ्ग् किदासिषि इति सूत्रम् अस्ति परिचितं सूत्रमेव इत्यनेन आशिषि लिङ्गः यासुत् कित् यङ् च यित् अस्तु अस्तु सः तस्य प्रयोजनं नास्ति इति नास्ति तत्र पूर्वस्मिन् पङ्क्तौ व्यच्छयोगः ईतव्य इति उक्तं तत्र सम्प्रसारणं न एतत् वेट् वा तत्तु सेट् एव खलु व्यच् धातुः इडागमः भवति इकारस्य उपादायमिदं इकार अस्ति खलु तत्र गुणः न भवति व्यचि व्यचिता खलु तत्र वेचिता अन्यथा तत्र वेचिता इति भवेत् खलु वेचिता न पूर्वमपि विचितव्यम् इति रूपं साधु एव खलु किमर्थं व्यचितव्यम् इति पुनः सम्प्रसारणम् अकृत्वा कृतम् सम्प्रसारणं तत्र लुट्लकारे सम्प्रसारणं हा लुट्लकारे न भवति परन्तु इदानीं तव्यप्रत्ययः एव खलु लुट्लकारप्रत्ययः नास्ति तव्यत् विचितव्यं विचितव्यं गुणदेव वार्तिकं न वार्तिकं वार्तिकं वदति व्यच् धातोः कुटादित्वं कृत्प्रत्ययेषु अस्ति इति सो गुण नास्ति इत्येव खलु आम् सत्यम् परन्तु किमर्थं सम्प्रसारणं न जातम् इति मम प्रश्नः प्रत्ययः नित्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति अस्तु व्यच्योगः तव्यत् विचितव्यं साधु एव अग्रे व्यच्योगः ईतव्य इति उक्त्वा व्यचितव्यम् इति लुट्लकारे किङ् प्रत्ययाः भवन्ति न तु कृत् प्रत्ययाः अतः वार्तिकस्य अन्तर्गते न सन्ति अस्तु फलतः सम्प्रसारणं न भवति अस्तु व्यच्छयोगः ईतव्य व्यच् योगः ईतव्य अस्तु अत्र सम्प्रसारण किमपि किमर्थं न भवति इति मम प्रश्नः किमर्थं न भवति किङ् प्रत्ययः कृत् प्रत्ययः नास्ति खलु सो सम्प्रसारणं ईतव्य इति तिङ् एव नास्ति खलु भगिनि एतत् कृत् प्रत्ययः एव खलु ओ अस्तु ईतव्य ओ अस्तु कृत् प्रत्ययः अतः वार्तिकस्य अन्तर्गते तत्र टैपो अस्ति इति खलु ऐ थिङ्क् भगिनि या न इट् शुडन्ट् बि तव्य मे बि व्यच् धातोः आत्मनेपति व्यच्छधातुः परस्मैपदी एव भगिनि व्यचिति व्यच् व्यचिति नो व्यचेति नो विचितव्य इत्येव रूपं दत्तं तव्यत् विचितव्य सम्यक् एव परन्तु अत्र किमर्थम् एतद् ईतव्य शुडन् बि सो देट् शुड् बि थिङ्क् प्रत्यय नास्ति परन्तु ई अपि दत्तं भगिनि अतः एव मम प्रश्नः ई अपि योजितं खलु आर्धधातुक इडागमः अपि इडागमः अस्ति सो आर्धधातुकप्रत्ययः परः अस्ति चेत् तेन केनाट् बि स्टिल् तेन तव्यवस्ति तर्हि इराग तत्र सम्प्रसारणं स्यात् परन्तु विना सम्प्रसारणं रूपं किमर्थं दत्तं अतः वाक्यस्य अन्तर्गते न अस्माभिः दृष्टं लुट्लकारे यत् लकारप्रसङ्गे यतोहि सिङ् प्रत्ययः भवन्ति तद् कृत्प्रत्ययः अतः वाक्यस्य अन्तर्गते न तत्र नित्वत्वं न भवति परतः सम्प्रसारणं भवति व्यच्योगयितव्य व्यचितव्य तत्र किम् अस्ति अत्र एतत् अर्धात्क अस्ति खलु अतः तत्र सम्प्रसारणस्य अस्ति हा किमर्थं न कृतम् कुत्रचित् अन्यत्र अस्ति वा वार्तिकम् इत्यनेन वार्तिकं विकल्पेन इति अपि न उक्तं खलु विकल्पेन इति न दत्तं कुटादित्वम् इति अस्ति कुटादिगणस्य तदेव अस्ति अर्धातुके तत्र णित्वत् भवति इति खलु यदा णित्वत् भवति तर्हि तत्र क्रीडा क्षम्यतां तत् सम्प्रसारणं भवति व्यक्ति पश्यामः तत्र उदाहरणं दोषायध्यायी.com मध्ये व्यचेः कुटादित्वं अनसि इति वक्तव्यं विचिता विचितुं विचितव्यम् अनसि इति किम् ऊरुव्यचाः इति अन्यद् उदाहरणमेव दत्तम् आम् अस् इति अस् इति प्रत्ययः आम् प्रत्ययः भगिनि अनसि इति अनसि इति अर्थं किं न अस् न अस् आम् सत्यम् अस् इति तत्र तत्र विचितुमेव अस्ति तत्र रूपं द्वयं नास्ति तत्र एकमेव अस्ति विचितुं विचितव्यम् इति एकमेव तत्र व्यचिति नास्ति टङ्कणदोषः वा विचितव्य प्रायः टङ्कण विचितव्यः विचितुं तदेव अस्ति तत्र व्यचितव्यम् इति नास्ति सत्यं प्रायः एतदेव प्रायः टङ्कणदोषमस्ति टङ्कणदोषः प्रायः भवेत् प्रायः सः लुट् लकारस्य प्रत्ययः योजयितुम् इष्टवान् परन्तु दोषेण एतद् आगतं प्रायः तदेव अथवा सम्प्रसारणम् अवश्यं भवति एव खलु समीचीनं भगिनि ऐ डिण्ट् अण्डर्स्टाण्ड् देर् इस् अ इन् द काशिका इन् इङ्ग्लिश् ऐ वास् रीडिङ्ग् हियर् देर् इस् अ सम्प्रसारणं बिफोर् द nit termination sta tum mantavyah and the ya of yach is changed into e by the rule 6116 so that is okay that is samprasaran sutra yeah satyam so vakara yakara chakara yakarasya ikarah bhavati anantram anantram satra idagamah idagamah api bhavati विचितव्यं विचितुं ओके व्यचि योग अनन्तरं यत् दत्तं तदेव एदर् इट् इस् अ टङ्कण टङ्कणदोष आर् वि आर् मिस्सिङ्ग् समथिङ्ग् तत्र अष्टवेदकमध्ये अस्ति नास्ति खलु तत्र नास्ति एतद् रूपमेव नास्ति एतादृशम् प्रायः लुट् लकारस्य प्रत्ययः योजनीयं तद् अकृत्वा टङ्कणदोषः व्यचितव्यम् इति व्यच्योगः इता इता प्राबब्लि इति भवेत् तदेव भवेत् दट् इस् दट् मस्ट् बि दट् तदेव सम्यक् अस्तु अग्रे गच्छामः भगिनि पठतु भगिनि कुटादयः कुटादयः धातवः कुटादयः धातवः तेषां च तव्यत् तुमुन् तृच् रूपाणि अत्र प्रदर्श्यन्ते ओके कुटादिगणे पञ्च अजन्तधातवः धातुः गु पुरी पुरीषोत्सर्गे पुरीषोत्सर्गे ओके गुतव्यं तव्यत् प्रत्यय गुतव्यं गुतुं गुत गाङ्कुटादिभ्यो जनेन ङित्वत् भवति सो कुङ् अपि कुतव्यं कुतुं कुङ् शब्दे वा कुङ् नाट् कुङ् कुङ् एव कुङ् शब्दे कुतव्यं पूर्वं कुङ् कुड् कुड् वि टाक्ट् अबौट् कुड् खलु कुड् त्यक्तवती इति धातुपाठतः त्यक्तवती अधुपद इदानीं कुड् कुङ् कुङ् शब्दे कुङ् शब्दे इति धातु कुतव्यं कुतुं कुत भगिनी गु इति वा पुरीषोत्सर्गे उत्सर्गे पुरीष उत्सर्गे पुरीष उत्सर्गे इत्युक्ते किं वयम् एतदपि पूर्वं महोदयेन उक्तम् इदानीमेव वाट् ऐ डिण्ट् हियर् भगिनि गतपाठे वा तस्मात् पूर्वं वा प्रक्रीट् वयं दृष्टवान् कुत्रचित् गतपाठे वा तस्मात् पूर्वम् एतत् निच्पाठे वा निच्पाठे प्रायः दृष्टवन्तः पुरीषोत्सर्गे गुतव्यं गुतुं गुत कुङ् शब्दे कुतव्यं कुतुं कुत ध्रु गतिस्थैर्ययोः ओके गतिस्थैर्ययोः ध्रुतव्यं ध्रुतुं धृता नु स्तवने नुचितव्यं नुवितुं नौति नुचितव्यं नुचितु न न ओ नुवितव्यं नुवितव्यं नुवितव्यं हौ डिड् इट् गेट् द वकार नुवितव्यं नु योगः तव्यत् तत्र इडागम् उवङ्गादेशः अचिष्णु अग्रे आगच्छतु ओके अस्तु नुवितव्यं नु इति दीर्घ उकारः अस्ति खलु अतः तत्र इडागमः सेट् अस्तु आम् इडागमः अपि च अचिष्णु तद्वा सत्यम् अतः एव अच् भवति खलु अथवा अच् नास्ति परः अच् भवेत् खलु तव्यत् अतः ईडागमः अस्ति चेत् तदेव अच् अच् नुवितव्यम् अपि च कित्मितपि तथा एव अचिष्णु तद् सत्यं सत्यं नुवितव्यं नुवितुं नुविता अपि च धू विदूनने ओ विदूनने ओके धुवितव्यं धुवितव्यं तदपि इडागमः अपि च अचिष्णुदादु ब्रवाम् ओके धुवितुं धुविता धुविता what is that the sixth gana that shakara that gana asti chet immediately the achishna dad bhuvam should come astu bhalo sarvatra niti cha iti sutrena guna nishedaha nu dhu cha setau ityataha achishna dad bhuvami voringu vangau ityanena ajati pratyaye pare uvang adeshah अचिष्णुधातु ब्रुवामि बोरियङ्गु वङ्गौ अस्माकं परिचितं सूत्रमेव प्रथमवाक्यं शृणु प्रत्ययान्त अङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य शृणु प्रत्ययान्त अङ्गस्य इकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजातिप्रत्यये परे अस्तु इवोः क्ष्णु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि. अस्तु, अग्रे पठामि वा? प्रायः विजया भगिनी सिद्धा अस्ति वा भगिनी? कुत्र अस्ति इति अहं न जानामि. तत्र मध्ये आगच्छतु भगिनि, कुटादिगणे हलन्तदातवः इति. अहं चाट् मध्ये तत् लिङ्क् स्थापयामि. कुटादिगणे हलन्तदातवः इति आगच्छति. धन्यवादः. धन्यवादः. प्राप्तं वा भगिनि? बहु भवत्याः अहं भवती अन्वेषयतु, प्रायः महोदयः पठति, मध्ये अस्ति कुटादिगणे हलन्तदातवः इति. महोदय, भवान् पठति वा? कुटादिगणे हलन्तदातवः डिप् इति शेपे इति तत्र यडागमः डिप् डिपितव्यं डिपितुं डिपिता इति तत्र गुणः न भवति कुटादि कुटादित्वात्. कुच् सङ्कोचने कुचितव्यं कुचितुं कुचिता गुज् शब्दे सर्वत्र गुणः न भवति गुजितुं गुजितव्यं गुजिता इति. कुटा कौटिल्ये अस्तु कुटितव्यं कुटितुं कुटिता इति. पुट् संश्लेषणे पुट् संश्लेषणे इति पुटीकरणं तदेव वा? कुटितव्यं कुटितुं कुटिता इति. पुट विकसने पोट कुटितव्यं कुटितुं कुटिता. मुट् आक्षोपमर्दनयोः आक्षेप आक्षेपमर्दनयोः. अस्तु, मुट् पुट इति आलिङ्गन कर्ण संश्लेषणे. अस्तु, तदेव अस्ति सम्पुटीकरणं खलु. सम्पुटीकरणमिति तत्र तदेव इति तत्र. मुट् आक्षेपमर्दनयोः मुटितव्यं मुटितुं मुटिता इति. मुट् त्रुट् छेदने इति त्रोटनं त्रुटि त्रुटितव्यं त्रुटितुं त्रुटिता इति भवति. तत्र त्रुट् छेदने त्रुटितव्यं तदभवत् खलु त्रुट्. तत्र त्रोटनं तत्र अन इति केन स्मरणं भवति तत्र अणित् नित् भिन्नमस्ति त्रोट अन. लुट् लुट् प्रत्ययेन किं भवति? त्रोटनम् इति त्रुट् इत्यस्य तत्र भवति वा? तत्र आर्धात्क अस्ति खलु लुट् इति. आम्, परन्तु अन इति आदेशः खलु, तत्र किं भवति इति पश्यामः एकं. तत्र आर्धात्कप्रत्यये खलु अङ्कुटादित्य त्रुट् त्रोटन इति निचि एव भवति वा? सामान्यतया न भवति वा? त्रुट् इति कृदन्ते रूपं किं भवति? त्रोटनं खलु, त्रोटनम् इति तत्र खलु त्रोटनम् इति चिन्तितवान्. त्रोटनमिति त्रुटन एव त्रुटनमिति इत्येव. आं, त्रुटन इत्यत्र केवलं ल्युट् च युवोरनाकौ तावदेव त्रुटन इति भवति. त्रोटन इत्यत्र निश्चयम् अतः एव एतद् न आगच्छति अत्र. आमामां, तर्हि त्रुटनमिति अस्ति अत्र खलु. सत्यं, त्रुटनमिति रूपं साधु एव. आम्, त्रुटितव्यं त्रुट् कलह कलह कर्मणि. अस्तु, त्रुटितव्यं त्रुटितुं त्रुटिता इति. त्रुट् त्रुट् छेदने स्तुटितव्यं स्तुटितुं स्तुटिता इति छुत् तदपि छेदने स्तुटितव्यं स्तुटितुं स्तुटिता इति तत्र जुट् बन्धने जुटितव्यं जुटितुं जुटिता लुट् संश्लेषणे तदपि लुट लुटति लुट् लुटति लुटित्वा लुटित्वा इति संस्थे तदपि लुटितव्यं लुटितुं लुटिता तत् भिन्नमस्ति लुट् लुट्टु वा लुटि लुटनं गुट् लुट् लुण्ठनं लुट् गुट् पञ्चसु पञ्चदातवः सन्ति महोदय लुट् इति संश्लेषणे इति एकः एव विलोडने प्रतिघाते भाषायां लुट् भाषायाम् इति प्रयोगः तु वयं श्रुतवन्तः स्यात् खलु गुट् प्रतिघाते गुटितव्यं गुटितुं गुटिता गुड् रक्षायां गुडितव्यं गुडितुं गुडिता कुडु बाल्ये कुडितव्यं कुडितुं कुडिता कुडि कुडि कुडीः अस्तु तत्र कुडि इति बाल्ये तत्र पञ्जाबी कुडि कुडि इति भवति खलु तस्मिन् चैल्ड् इति दत्तं कुडि इति पञ्जाबीभाषायाम् अस्ति कुडि इति कुडितव्यं कुडितुं कुडिता कुडु उत्सर्गे कुडितव्यं कुडितुं कुडिता तुडु तोडनम् अस्तु तुट् तुडु इति तोडने तुडितव्यं तुडितुं तुडिता तुट् तुडु संवरणे स्फुडितव्यं स्फुडितुं स्फुडिता तुडु संवरणे स्फुडु संवरणे तुडु संवरणे वृडु संवरणे सर्वत्र स्फुडितव्यं स्फुडितव्यं स्फुडितव्यम् इति तत्र समानार्थक वृडितव्यं कृडु निमज्जने क्रुडितव्यं निमज्जने क्रुडितव्यम् अस्तु तुरु तुरिका अस्तु छेदने स्थुरितव्यं स्थुरितुं स्थुरिता इति गुरि उद्यमने गुरितव्यं गुरि उद्यमने उद्यमाने उद्यमने वा गुरितव्यं गुरितुं गुरिता उद्यमने वा उद्यम उद्यमने वा उद्यमाने उद्यमने उद्यमने उद्यमने एव ट्रै टु मेक् एफर्ट् उद्यमने गुरि इति तत्र गुरि इति कन्नडभाषायाम् अस्ति गुरि मीन्स् एम् मै एम् मै एम् इस् टु बिकम् मै गुरि इति तत्र तस्मिन् अर्थे अस्ति गुरि मै एम् गुरि इति प्रायः गुरि तत् सकारः अत्र तु भू गुरि गुरि कन्नडभाषायां गुरि तदेव तदेव सत्यं गुरि अत्र उद्यमने गुर गुरते इति कर्तरीरूपं गुरते स्फुरु सञ्चलने स्फुरणं स्फुरि स्फुरति स्फुरितव्यं स्फुरितुं स्फुरिता इति स्फुल् सञ्चलने तदपि स्फुलितव्यं स्फुलितुं स्फुलिता इति बृड् निमज्जने बृडितव्यं बृडितुं बृडिता इति क्रीड् घनत्वे क्रीडितव्यं क्रीडितुं क्रीडिता इति क्रीड् घनत्वे घन भवति वा कर्ड् इति घन इत्युक्ते टु थिक्कन् टु सालिडिफै बृड् या तदेव क्रीड् क्रीड् प्रायः अत्र मातृभिः यद् निष्कासितम् अहं तदेव कर्ड् इति चिन्तितवती कड् तद् कड् आसीति एतत्तु ग्रिड् कड् इति पश्यामः कड् कड् इत्यपि त्रयः दातवः सन्ति भुवादौ तु मदे टु बि ड्रङ्क् मदे एव सुदादौ अपि मदे एव सुदादौ गसने इति अपि अस्ति, टु जायिन्, टु युनैट्, टु ब्रिङ्ग् टुगेदर्. मदे इत्यस्यापि भिन्नभिन्न अर्थः अस्ति, टु बि इन्वाल्व्ड् इन् सारो, टु बि इन्वोक्ड् इन् हेपिनेस्. अस्तु, मदः खलु एतेषु धातुषु गुणनिषेधः भवति निति चेत् सूत्रेण इति द्रव्यत्वमुन्सिकेषु इत्येतेषु त्रिषु प्रत्ययेषु गाङ् इत्यस्य प्रसङ्गः नास्ति, यतोहि इङ् धातोः स्थाने गाङ् आदेशः न भवति येषु पदेषु इति. गाङ् लिटि इत्यनेन लिटि लुङ्गि लृङि च अयम् आदेशः भवति, लिटि नित्यं लुङि लृङि च विकल्पेन इति अस्ति तत्र गाङ्. सत्यं तदेव अस्ति खलु. अस्तु, धन्यवादः महोदय. प्रायः विजयभगिनी प्राप्तवती किम्? अत्र सेट् रुदु उपदधातवः एव खलु, एतत् बृहत् प्रकोष्ठम् आवली महोदयेन पठितं खलु, इदानीम् एकं दीर्घ आवली महोदयेन पठितं खलु, कुटादिगणः इति. तस्मात् अनन्तरम् ओबजि पयचलनयोः विज् धातुः इति अस्ति. महोदयेन यत् पठितं तत् प्राप्तवती वा? दीर्घ आवलि, दीर्घ आवलि अस्ति चेत् एतेषु धातुषु गुणनिषेधः भवति क्निति च इति सूत्रेण. सम्यक्, तदेव. अग्रे इदानीं सेट् ऋदु उपदधातवः एतदेव खलु? सम्यक् एव पठितवती खलु. अनन्तरं तत्र गाङ् लिटि इति अस्ति वा सूत्रं? गाङ् लिटि इत्यनेन सेट् ऋदु उपदधातवः एव अत्र सन्ति. कोलाप्स् तद् कोलाप्स् प्रेस् करोतु भगिनि. तत्र आगतं खलु दीर्घ आवली अस्ति खलु, कुड् गणत्वे इति. कुड् गणत्वे धातवः इति सन्ति, एतदेव इदानीं पठितं भवता. अग्रे गच्छतु. अत्र सेट् ऋदुपदधातवः एव सन्ति अत्र, अनन्तरं कृप् धातुः तत्र अभवत् भगिनि. भवती इतोपि अग्रे गन्तव्यं प्रायः इति चिन्तयामि. कृपोरोलः इति अस्ति वा? तद् गतपाठे एव दृष्टवन्तः खलु. एतदेव मया पूर्वमेव मम समीपे अस्ति एतत् करपत्रं ब्रश्चिदातु. प्रश्चिदातु अनन्तरं गन्तव्यम्. अनन्तरम् अत्र विजिदातु, यजिदातु, वेट् दातु, अनन्तरम् अत्र मृजे वृद्धि, अनन्तरं बृहत् अत्र तावर्गान्तदातवः सर्वम् अभवत् अत्र. अनन्तरम् अत्र बहु अधिकं पूर्वं गतवती वा महोदय? मम समीपे यदा इतपर्यन्तं पठितम् अत्र नास्ति एव. हलन्तदातवः इति नास्ति वा? गो अप् भगिनि, अनन्तरम् अत्र सृप् न तस्मात् पूर्वं पूर्वं भगिनि पूर्वं विज इट् गाङ् लिटि विज इट् अण्ड् वन् बि कालम् आफ् तत्र कुटादिगणदातवः ऊर्नुतेर्विभाषा वा? विभाषोर्नोः 1.2.3 विज इट् अस्ति अत्र. विज इट् अस्ति चेत् तत् पठतु, तदेव ओ विजि मयचलनयोः विज् धातुः. अत्र विज् धातुः उद्योगः विज् योगः इतव्य तस्मात् पूर्वमेव तस्मात् पूर्वमेव विज इट् किञ्चित् पूर्वं, बहु पूर्वं न. उदाहरणात् पूर्वं सूत्रमस्ति. सम्यक् एव भगिनी, पठतु अत्र अन्यकोपि पठितुं शक्यते चेत् पठतु। हा अस्तु, नास्ति चेत् दारुणा भगिनी पठतु। ओके, ओ विजि मयचलनयोः विज् धातुः, विज् विज इट् तुदादिगणीया विज् धातुतः ओ वज्जि भयचलनयोः इत्यस्मात् सर्वे विधीयमानाः इदादिप्रत्ययः निद्वद् भवति भवन्ति उद्विजितव्यम् उद्विजितुम् उद्विजितः इति किम् उद्वेजनम् उद्वेजनीयम् विजः पञ्चम्यन्तम् इट् प्रथमान्तं द्विपदपदं सूत्रं गाङ्कुटादिभ्यो नीणि नित् इत्यस्मात् नीति इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विजः इट् नित्। ओके, अधुना नूतनसूत्रमस्ति विज् धातु कृते ओ विजि अर्थमस्ति भयचलनयोः, विद् धातुतः गणे तदादिगणेय धातुः इदादिप्रत्यय अस्ति चेत् नित्वं भवति, गुणनिषेधः भवति। उदाहरणमस्ति उद् विजितव्यम् उद्विजितुम् उद्विजितः इति किं प्रश्नः अस्ति किम् इत् प्रति अस्ति गुणनिश् निद्वत्तं न भवति चेत् उद्वेजनम् उद्वेजनीयम् इति रूप निष्पद्यते। विज् इट् नित् केवलं तुदादिगणेय विज् धातुतः इट् प्रत्ययपरे निद्वत्तं भवति, गुणनिषेधः अपि भवति। सत्यं, तत्र इट् इति किम् इत्युक्ते विज इट् इति अस्ति खलु, तत्र इट् इति किमर्थम्? तत्र अन इति इदानीमेव महोदयेन उक्तं खलु, अनप्रत्ययः अथवा अनियर् प्रत्ययः अस्ति चेत् तत्र उद्वेजनम् उद्वेजनीयम् इत्येव रूपं भवति, तत्र गुणः भवति। अत्र तु णित्वत् भवति अत्र उद्विजितव्यम् उद्विजितुम् उद्विजिता इति अत्र एव णित्वत् भूत्वा गुणनिषेधः, अन्यत्र तु गुणः भवति, अतः एव तत्र विज इट् इति उक्तम्। इडादिप्रत्ययः णित्वत् भवति इति सूचनार्थं तत्र इट् इति योजितम् इति अस्ति। आं भगिनि अग्रे यथा उद्योग विज् इतव्य पुगन्तलघुपद्यसचैतन्येन गुणादेशः प्रत्ययस्येत् अतः निद्वत् तस्मात् किञ्चित् चायत् सूत्रे गुणनिषेधः उद्विजितव्यम् इति तत् वयं जाने पठितवन्तः। एवमेव उद् एव विज् एव इतुम् इडागम् अस्ति, परन्तु विज् इत् सूत्रेण गुणनिषेधः भूत्वा केवलम् उद्विजितुं भवति, उद्विज् उद्योगः विजुग इत उद्विजिता भवति। ऊर्णुधातुः विभाषोर्णोः विभाषोर्णोः ऊर्णुधातुतः विधीयमानाः इदादिप्रत्ययः प्रत्ययाः विकल्पेन निद्वं भवति, विभाषा प्रथमान्तम् ऊर्णोः पञ्चम्यन्तं द्विपदमिदं सूत्रं विज इट् इत्यस्मात् इट् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् ऊर्णोः इट् नित् विभाषा। ओके, ऊर्णधातु विषये एकसूत्रमस्ति विभाषोर्णोः सूत्रं वदति ऊर्णुधातुतः इडादिप्रत्यय अस्ति परे अस्ति चेत् विकल्पेन इट् प्रत्यय निद्वत् एव भवति उदाहरणम् ऊर्णु यः इतव्य इतव्य विकल्पेन निद्वत् अथ केनितितापसूत्रेण गुणनिषेधभूत ऊर्णो योगयितव्य तत् गुणनिषेध भूत्वा अधुना अचिष्णुधातुर्भ्रुवां युवोर्युवाङ्गौ इत्यनेन उकारान्तधातुरूपि अङ्गस्य उकारस्य स्थाने उवाङ्गादेशो भवति अजादिप्रत्यये परे ऊर्णुवितव्य ऊर्णुवितव्यम् इति भवति निद्वत्तं न भवति चेत् गुण भवति ऊर्णु गोहितव्य सार्वधातुक अर्धधातुकयोः इत्येन गुणं भूत्वा ऊर्णो यहितव्य यजो यवायवः इत्यनेन ऊर्णिवितव्यम् एवमेव तुमुन् तृच् अनयोः प्रसिद्धिः अपि तुमुन् प्रति अस्ति चेत् ऊर्णवितुं भगिनि ऊर्णवितुं सम्यक् एतद् यदा ङित्वत्वं न भवति चेत् निद्वस्त्वमस्ति चेत् ऊर्णिवितुम् ऊर्णिवितुं तृच् अपि ङित् अस्ति चेत् ऊर्णिविता भवति इत् नास्ति चेत् नास्ति चेत् ऊर्णिविता भवति केवलं तत्र उकारः अस्ति यदा इतव्य ऊर्णुयोगः इतव्य इत्यत्र यदा अचिष्णु भवति चेत् ऊर्णुवितव्यम् ऊर्णुवितं तुम्नुन् खलु ऊर्णुवितुम् ऊर्णुविता इति रूपम् ऊ भवति ऊर्णु अत्र यदा अपक्षे तत्र उकारः नास्ति ऊर्णवितव्यम् ऊर्णवितुम् ऊर्णविता इति भवति उकारः नास्ति तावदेव ऊकारान्तदातवः सामान्याः ऊकारान्तदातवः एतदेव ऊर्णो धातुः इति उक्तम् इदानीमेव भवत्या खलु न न तस्मात् पूर्वं प्रायः भवती अग्रे गतवती इति चिन्तयामि एतत् पूर्वम् अस्ति पूर्वं भगिनि पूर्वं गच्छतु अतिदेशविषये खलु अत्र अतः तद् स्थलद्वये दत्तमस्ति एकस्मिन् स्थले अतिदेशविषये वदति खलु तत्र एकवारम् ऊर्णुधातुः विषये उक्तम् अनन्तरम् अग्रे भुवादिगणत्रयादिपर्यन्तम् इति तत्र पुनः उक्तं समानविषयः अतः भवती अग्रे गतवती पूर्वं गच्छतु सामान्य अङ्गकार्यस्य साधनार्थं पूर्वं त्रीणि कार्याणि इति अस्ति खलु तत् पश्यतु कुत्र तावत्पर्यन्तं समापयतु एतद् अरुणा भगिनी विजयि त्रिभाषोर्णोः एकनिमिषं भगिनि ओके विजये त्रिभाषोर्णोः इति द्वे सूत्रे सार्वधातुकप्रक्रियां किमर्थं न भवतः द्वे अपि सूत्रे इदागमम् अवलम्ब्य कार्यं कुरुतः स च इदागमः सार्वधातुकप्रक्रियां न भवति एव वयं जानी अत्र प्रश्नः अस्ति विज इट् विभाषोर् णोः किमर्थं साधुधातुप्रक्रियां न दृश्यते इति प्रश्नः अस्ति उत्तरमस्ति द्वे सूत्रे इडागम विषये अवलम्ब्य कार्यं कुरुतः अतः सार्वधातुप्रक्रिया वयं जानीमः सार्वधातुकप्रक्रियाणां इडागम न भवति इति इति तव्य तुमुन् तृच् इत्येतेषां त्रयाणां प्रत्ययानां प्रसङ्गे अतिदेशकार्याणि समाप्तानि दातं यत् इमानि त्रीणि कार्याणि सामान्यानि अग्रे गत्वा अपि आदुतप्रक्रियायां सर्वत्र परिशीलनीयानि तर्हि एतावता अस्माभिः दृष्टं यत् तव्य तुमुन्त्रुच् इत्येतेषां प्रसङ्गे धातुः प्रत्ययोः मध्ये सामान्य अन्धकारस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि. इदानीमत्र त्रीणि कार्याणि अहं पठामि महोदय. सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि, एतदेव खलु? सत्यं, तदेव पठतु. बिन्दुः धात्वादेशः प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया. अनन्तरं द्वितीयबिन्दुः इडाहमः, धातोः इडाहमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य प्रभावेन अनिट् धातुः सेट् तु न जायमानः, अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् न जायमानः. अनन्तरं तृतीयबिन्दुः अतिदेशः, केनचित् अतिदेशसूत्रेण प्रत्ययः नित्वत् अथवा किद्वत् इति भवति वा? अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम्. इदानीम् अतिदेशसूत्रपर्यन्तं वयं चिन्तितवन्तः, पठितवन्तः अपि. इदानीं सामान्य अङ्गकार्यं किम् अस्ति चेत्, केनचित् अतिदेशसूत्रेण तव्यत् तुमुन्त्रुच् प्रत्ययः निद्वत् न भवन्ति चेत् इगन्तधातूनां च लघु उपधातूनां च इकः गुण आदेशः भवति एव. अतिदेशसूत्रेण अत्र तुमुन् तृच् तव्यत् इति निद्वत् न भवन्ति चेत् अत्र गुणस्य प्रसक्तिः भवति लघु उपधा धातूनाम्. इदानीम् अत्र इगन्तदातवः सन्ति, नियोगः तव्यत्, अत्र नियोगः तव्य सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति, नेतव्य इति. अतः तव्यत् तुमुन् तृचि किं भवति चेत् नेतव्यः नेतव्य नेतव्यम् इति भवति. तदेव अत्र तुमुनान्तं भवति चेत् अत्र नियोगः तुमुन् नियोगः तुम् अत्र हलन्त्यन्तस्य लोपः इत्यनेन नकारस्य लोपः भवति, तुम् एव तिष्ठति. इदानीं दीर्घ ईकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन एकारः भूत्वा नेतुम् इति भवति तुमुनान्तम्. इदानीं तृच् भवति चेत् अत्र नियोगः तृच्, अत्रापि सार्वधातुक अर्धधातुकयोः इत्यनेन ने ईकारस्य स्थाने एकारः भूत्वा ने भवति, तृ योजनेन नेतृ इति भवति. एतत्तु प्रातिपदिकं भवति. इदानीं नेता नेत्री नेतृ इति अत्र त्रिषु लिङ्गेषु भवति इति. इदानीम् अग्रे पठामि. इदानीं हू धातु तव्यत् अत्रापि उकारस्य स्थाने ओकारः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन, अतः होतव्यं. तुमुनान्तम् अत्र तदेव उकारस्य स्थाने ओकारः भूत्वा होतुम् इति भवति. तृच् अत्रापि सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य स्थाने ओकारः भूत्वा तृ योजनेन होतृ होता इति पुंसि भवति. होतृ इति प्रातिपदिकं भवति. त्रिषु लिङ्गेषु अत्र अभवत्. कुरु धातुः स्वीकुर्मः चेत् अत्र तव्यत् अत्रापि ऋकारस्य स्थाने अर् आदेशः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन, अतः तव्यत् कर्तव्यम्. अनन्तरं तुमुनान्तं कर्तुम्. अनन्तरं तृच् योजनेन कर्ता कर्तृ इति भवति. कर्ता कर्तृ कर्त्री इति भवति त्रिषु लिङ्गेषु. कर्तृ तु प्रातिपदिकसंज्ञा भवति. सत्यम्. अग्रे अपि पठतु भगिनी. इगन्तधातुः सेट् अस्ति चेत् अत्र यान्तवान्तादेशसन्धिः अपि भवति. क्षि योगः इतव्य अत्र दीर्घ ईकारः भवति. इदानीं वयं पूर्वं दृष्टवन्तः नि इति, तदैव अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन ईकारस्य स्थाने षे एकारः भवति. षे योगः इतव्य इदानीम् अत्र एकारः अस्ति, एकारस्य स्थाने अवादेश अयादेशः भवति, अतः तत्र अयादेशः येचो एव यावः इत्यनेन एव अयादेशः भवति. अनन्तरम् अत्र शै भवति योजनेन, इतव्ययोजनेन शयितव्यम् इति भवति. तदेव अत्र तुमुणान्तं शयितुं भवति, तृच् शयिता इति भवति. तदेव सार्वधातुक अर्धधातुकयोः एचो एव यावः इति सूत्रेण एव अत्र तुमुणान्तम् अनन्तरं तव्यत् इति तव्यत् तृचि तुमुन् अभवत्. यु इति स्वीकुर्मः चेत् अत्रापि सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य स्थाने ओकारः भवति. यो योगः इतव्य इदानीम् ओकारस्य स्थाने अवादेशः भवति, अतः तत्र यौ भवति. यौ योगः इतव्य यवितव्यम्. अनन्तरम् अत्र तुमुनान्तं योजनेन यवितुं, तृचि योग योजनेन अत्र यविता यवित्री यवितृ इति भवति. यवितृ इति प्रातिपदिकं भवि अपि भवति, नपुंसकलिङ्गम् अपि भवति. अस्तु समीचीनं, सम्यक्, धन्यवादः भगिनि. अतः तत्र यदा अतिदेशसूत्रं गाङ्कुटादिभ्यो ङित् विजयित् विभाषार्णोः इति यत्र न भवति तत्र एतादृशकार्यं गुणः सार्वधातुकार्धधातुकयोः यत्र प्रसक्तिः एचोयवायावः इत्यपि भवति इति. सार्वधातुकार्धधातुकयोः एचोयवायावः परिचितः एव. उषा भगिनी लघुपद तद् पठतु, अनन्तरं समापयामः. महोदय, अहम् अत्र केन्सर् मध्ये अस्मि. अत्र किमस्ति, कण्ट्रि मेडिसिन् इति अहं स्वीकरोमि प्रतिदिनम्. अत्र बहवः क्लेशः भवति एव, अत्र बहु दीर्घ एपम् आगच्छति, अनन्तरं निद्रा अपि आगच्छति, अनन्तरं सर्वदा नयने एव भवितव्यम् इति मम चिन्तनमस्ति. अतः बहु क्लेशः अस्ति एव. क्षम्यतां महोदय, बहु बहवः अत्र मम क्लिष्टकरम् आसीत् एव मध्ये. क्षम्यतां महोदय, नास्ति, धन्यवादः भगिनि. पठति वा लघु पददा? आं भगिनि, श्रूयते खलु? आं श्रूयते. लघु उपद लघु उपदधातवः सेट् धातुः. लिक् धातुः लिक् योगः इतव्य. पुगन्तलघुपदस्य च इत्यनेन लेक् योगः इतव्य. लेखितव्य लेखितव्या लेखितव्यं. लिक् योगः इतुं सेट् धातु इत्यनेन इडागमः लेखितुं पुगन्तलघु गुण गुणानन्तरं लेखितुम्. लिक् धातुः इतृच् इतृ इत्यस्य कृते गुण गुण इडागमः इडागमः अनन्तरं गुण लेखितृ लेखिता लेखित्री तस्य लिङ्गेषु अस्ति. एवमेव मिद् धातु मिद् अपि सेड् धातु गुण गुण अपि अस्ति. मेद् मेदितव्यं मेदितुं मेदितृ मेदितृ भवति. मेदितृ मेदिता मेदित्री अपि अस्ति स्त्रीलिङ्गे. वृष् धातु ऋकारान्तप्रातिपदिकं. वृष इडागमः अपि अस्ति. वर्षि वर्ष योगः इतव्य वर्षितव्यं. वृष योगः इतुम् इतुं तुम्मुन् प्रत्यय वर्षितुं वर्षितुं. वृष योगः इतृ वर्षितृ वर्षिता वर्षित्री अस्ति. अस्तु, पुगन्तलघुपदस्य च वयं जानीमः. सत्यम्. अस्तु, विशेषलघुपददातवः तदेव अग्रिमसप्ताहात् कुर्मः वा विशेषलघुपद पुनः पुनः आं सत्यं ऋजेर्वृद्धिः कृपोरोलः वयं प्रायः अग्रिमसप्ताहात् कुर्मः. अग्रिमसप्ताहे अर्धघण्टापूर्वम् अरुणा भगिनी भवती न आसीत्, वयम् आदौ चर्चितवन्तः. वि विल् मीट् हाफ् एन् अवर् अर्लियर् देन् यूश्वल् भगिनि. तदेव सो 7:45 इण्डिया टैम् यू केन् कन्वर्ट् इट् हाफ् एन् अवर् अर्लियर्. समीचीनं वा? समीचीनं. धन्यवादः विजया भगिनि, टेक् केर् आफ् युर् हेल्त्. अस्तु महोदय, शुभरात्रिः. धन्यवादः विजया.